नमस्कारः, पाणिनीयव्याकरणवर्गे स्वागतम्। अत्र वयं कर्मणि भावे च चुरादिगणे किं चिन्तनमिति गतसप्ताहे दृष्टवन्तः। अनन्तरम् आसीत् सनन्त यङन्तदातवः इति, भावकर्मप्रक्रिया लटि लोटि लङ्गि विधिलिङ्गि सनन्तदातवः यङन्तदातवः इति। सनन्तदातवः विषये गतसप्ताहे पठितवन्तः। तत्र यदा वयं पट् इति धातुः स्वीकुर्मः, सन् प्रत्ययः, तत्र पिपटिश इति नूतनधातुः औपदेशिकधातुतः अतिदेशिकधातुः उत्पन्नः। अनन्तरं तत्र अथोलोपः इत्यस्य कार्यम्, अदन्तस्य अङ्गस्य ह्रस्व अकारो लोपः भवति अर्धधातुकप्रत्यये परे इति। अतः अत्र यदापि पटिश इति धातु इति नूतनधातुः अस्ति, अनन्तरं यक् इति योजयामः चेत् तत्र अतोलोपः इत्यनेन ह्रस्व अकार लोपः भूत्वा अर्धधातुकप्रत्ययः परः यक् इति अर्धधातुकप्रत्ययः इति कृत्वा तत्र पिपटिश् योगः य, अनन्तरम् अस्माकं ते योजयाम भावकर्मणोः ते योजयामः चेत् पिपटिष्यते इति रूपं, चिकीष्यते, जिगमिष्यते इति एतादृशरूपम् आगच्छति इति पठितवन्तः। अत्रैव प्रश्नः आसीत् अतोलोपः इत्यस्य कार्यम् औपदेशिकावस्थायामेव खलु, कथं तत्र इदानीम् आतिदेशिकधातुः अस्ति पिपटिश इति, तस्य कार्यं कथम् इति तदपि वयं चिन्तनं कृतवन्तः। प्रक्रियाक्रमे यदा तत्र यक् इति विधीयते तदेव औपदेशिकः भवतु, औपदेशिकधातुः इति न, उपदेशे इत्युक्ते औपदेशिकधातुः इति न, यः प्रत्ययः विधीयते तस्य उपदेशकालम् इति तादृशं स्वीकुर्मः चेत् तत्र अतोलोपः इत्यस्य प्रसक्तिः अस्ति एव। कालान्तरे यदा आगच्छति तदा तस्य प्रसक्तिः न भवति इति तदपि वयं चिन्तनं कृतवन्तः। अनन्तरम् आसीत् पिपटिशयोगः यक् अत्र अतोलोपः अकृत् सार्वधातुकयो दीर्घः अनयोः युगपत् प्रसक्तिः अस्ति चेत् तत्र अन्यत्र अन्यत्र लब्ध अवकाशः इति कृत्वा अथोलोपः इत्यस्य कार्यं प्रथमम् इति भवति। तत्र एकं वार्तिकं ण्यलोपो व्यङ्ग्यणगुणवृद्धिदीर्घेभ्यः पूर्ववत्प्रतिषेधेन इति वार्तिकेन, यत्र यत्र यङ् यण् गुणः वृद्धिदीर्घः कार्याणाम् इत्येतेषां कार्याणां नीलोपेन अत्लोपेन सह युगपत् प्राप्तिः अस्ति, तत्र पूर्वविप्रतिषेधेन नीलोपः अल्लोपः च बलवन्तौ भवतः इत्युक्ते अत्र अस्माकम् अत्र किम् अस्ति इत्युक्ते अतोलोपः अकृत्सार्वधातुकयोर्दीर्घः तयोः युगपत् प्रसक्तिः, अत्र अकृत्सार्वधातुकयोर्दीर्घः इति परसूत्रत्वात् तस्य एव कार्यं भवेत्, परन्तु अतोलोपः इत्यस्य एव कार्यम् अत्र भवति। कथम् इत्युक्ते अनेन वार्तिकबलात् एव। तत्र वार्तिकं किं वदति, यं यण् गुणः वृद्धिः दीर्घः इति एते कार्याणि भवन्ति चेत् तत्र नीलोपः अत्लोपः सः युगपत् प्राप्तिः तेन सह अस्ति चेत् तत्र पूर्वविप्रतिषेधः इत्युक्ते पूर्वसूत्रस्य बलम् अधिकं भवति। सामान्यतया परसूत्रस्य विप्रतिषेधे परं कार्यम् इति परसूत्रस्य एव बलं भवति, परन्तु अनेन वार्तिकबलात् अस्मात् वार्तिकबलात् तत्र नीलोपः अत्लोपः तयोः एव कार्यं भवति। अतः इदानीम् अत्लोपः इति अतोलोपः इत्यस्य कार्यम्, अतः पूर्वविप्रतिषेधेन तस्य कार्यं भवति इत्येव वयम् एतावदेव वयं पठितवन्तः। इदानीम् अभ्यासं कृत्वा अग्रे सरामः। अभ्यासः तु सरलः एव, महोदय वदति वा? तत्र मोक्तुम् इच्छति तदेव खलु? आम् आम् सरलमेव। मोक्तुम् इच्छति मुमुक्ष मुमुक्षयोग यक् अत्र अतहङ्गस्य लोपः आर्दातुके इत्यनेन तत्र मुमुक्ष्यते य मुमुक्षते मुमुक्षते मुमुक्ष्यते मुमुक्षति मुमुक्षते इति खादितुम् इच्छति चिकादिश चिकादिशति सनदधातुः चिकादिशयोग यक् अतोलोपः इत्यनेन तत्र आर्वत्कपत्ये परे अकारस्य लोपः भवति अकृसाधकदीर्घ इति प्रपाद्यते बलवत् बलवत्तम् अत्र चिकादिश्यते इति तथैव वदितुमिच्छति विवदिश इति विवदिष्यते वक्तुमिच्छति विवक्ष विवक्ष इति अस्ति विवक्ष्यते विपास्यते पातुमिच्छति पिपास्यते धातुमिच्छति अस्तु धातुमिच्छति दिच्छति दिस् दिस् धातुं दिस् दिस् दिस्यते इति धातुं दिच्छते शुश्रूष्यते इति रूपं शुश्रूष्यते धातुं दिस् इति दादा किं भवति तत्र दि भवति आकारस्य इकारः भवति वा आकारस्य पि पि भवति खलु अस्तु अस्तु व इत्यस्य वि भवति अत्र सा इत्यस्य वि भवति दिश्यते एतत् सर्वं तु सनन्तरूपम् अस्ति पिपास्यते दिप्स्यते जिज्ञास्यते परन्तु यदा वयं साक्षात् पश्यामः तत्र लृट् रूपम् इति किञ्चित् भ्रमः भवति परन्तु कर्मणि कर्मणि रूपं कर्मणि सनन्तरूपं शुश्रूष्यते धन्यवादः महोदय सरलमेव अस्ति तत्र किमपि अन्यत् नास्ति अरुणा भगिनी अङन्तदातवः पठति वा यङन्तदातवः यङ् प्रत्ययात् पूर्वम् अच् वर्णः अस्ति चेत् अतो लोपः इत्यनेन अदन्त अङ्गस्य हस्व अकारलोपो भवति आर्धधातुके प्रत्यये परे यक् आर्धधातुकसञ्ज्ञकः अतः यक्कि परे यङन्तदातूनाम् अकारलोपो भवति यथा उदाहरणं पठित्वा वदामि भगिनि नियोगः यङ् यङ् गुणः भवति यङ् इति आर्धधातुकप्रत्यय आर्धधातुक सार्वधातुक आर्धधातुकसूत्रेण ने किमर्थं तत् नेनीय भवति भगिनि नेनीय तत्रापि द्वित्वं सर्वं भवति ओके ओके द्वित्वं भवति नेनीय इति यङ्गन्तदातुः नेनीययोगय अतो लोपः इत्यनेन अदन्ताङ्गस्य अश्वकारलोपो भवति आर्धधातुकप्रत्यये परे नेनीय नेनीय नेनीय नेनीय नेनीय नेनीयते इति नटलरूपमस्ति अत्र यङ्गन्तदातुः अत्रापि अङ्गम् अजन्त अङ्गमस्ति चेत् अतो लोपः इति सूत्रेण आर्धधातुकप्रत्ययपरे निमित्तमस्ति आर्धधातुकप्रत्ययपरे लोपः भवति उदाहरणमत्र नियोगयां प्रथमं द्युत्तं भवति नेनीय इति धातुः नेनीययोगय यक् इति आर्धधातुकप्रत्ययः ततः अतो लोपः कार्यं कृत्वा नेनीययोगय नेनीय नेनीय योगते नेनीयते इति निष्पन्नं भवति एवमेव लोलूय लोलूयय ते भो भू भो भूयते इति रूपं भवति अग्रे भगिनि यङ् प्रत्ययात् पूर्वं हल् वर्णः अस्ति चेत् यस्य हलः इति सूत्रेण हल् हलोत्तरस्य यस्य शब्दस्य लोपो भवति आर्धधातुकप्रत्यये परे. उदाहरणं बाभ्रश्य बाभ्रश्य युगः यते यस्य लो हलः इति सूत्रेण हल् उत्तरस्य य शब्दस्य लोपो भवति आर्धधातुकप्रत्यये परे बाभ्रश्यते. ओ एकमेव भ्रश्यते एतत् रूपं भवति भ्रश्यते. अत्र यङ्गन्तदातूनां हलन्द पूर्वं वयं पठितवन्तः अजान्तदातवः अकारान्तदातवः अस्ति चेत् अधुना हल् वर्णः अस्ति यङ्गप्रत्यय पूर्वं तत्समये यस्य हलः इति सूत्रेण यकारस्य य शब्दस्य लोपो भवति हल् उत्तरस्य यकारस्य लोपो लोपो भवति. उदाहरणं बाभ्रस्य यते बाभ्रश्यते तदेव नेनिज्य व्यवहयते नेनिज्यते वे विद्यायते वे विद्यते मोमुद्य मोमुद्यते इति यकारलोपो भवति. सूत्रं पठामि भगिनि. यस्य हलः हलु उत्तरस्य यस्य शब्दस्य लोपो भवति आर्धधातुकप्रत्यये परे यस्य षष्ट्यन्तं हलः पञ्चमन्त्यं द्विपदमिदं सूत्रम् अतो लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः अङ्गस्य आर्धधातुकेतनयोः अधिकारः अनुवृत्तिसहितसूत्रं हलः यस्य अङ्गस्य लोपः आर्धधातुके दत्तं यस्य हलः इत्युक्ते अनुवृत्तिसहितसूत्रं वदति हल् यस् हलः यस्य अङ्गस्य लोपः भवति आर्धधातुकप्रत्यये परे इति सूत्रं वदति. अनेन भावकर्म प्रक्रिया लोटि लटि लोटि लङि विधि लिङ् सन्नन्तधातु यङ्गन्तधातु च समग्रचिन्तनं सम्पूर्णम्. अतः तत्र सूत्रद्वयम् अतो लोपः इति एकं सूत्रम् तत्र अदन्ताङ्गस्य ह्रस्वकारलोपः भवति इति प्रथमं सूत्रं. तत्र अग्रिमम् अस्ति अग्रिममेव किल अग्रिमं सूत्रमस्ति यस्य हलः इति. तत्र हल्लुत्तरस्य यकार य शब्दः अस्ति चेत् तत्र य शब्दस्य लोपः तत्र अङ्गस्य एव य शब्दः भवेत्. हलः यस्य अङ्गस्य अङ्गस्य यकारः तद् तस्य लोपः भवति. तत्र प्रत्ययस्य विषये नास्ति. आर्धधातुकप्रत्यये परे हल् उत्तरस्य य शब्दस्य लोपः पूर्वं सूत्रम् अदन्त अङ्गस्य ह्रस्व अकारलोपः तावदेव. तत्र अन्यत्र अन्यत्र लब्धावकाशः तु अस्ति एव. अग्रिमसूत्रं परसूत्रमेव सूत्र भगिनी न न तत्र सूत्रस्य तत्रापि अतो लोपः इत्यस्य प्रसक्तिः अस्ति एव किल. तत्र एव मम चिन्तनम् आसीत् परन्तु परसूत्रत्वात् परत्वात् तत्र यस्य हलः इत्यस्य एव प्रसक्तिः. अस्तु स्पष्टमस्ति किल. धन्यवादः. उषा भगिनी अग्रिमं पठति वा. इदानीं लिट् लुट् अस्माकं नूतन प्रक्रिया एतावत् वयं लिट् लुट् चिन्तनमेव न कृतवन्तः. इतः परं तदेव आगच्छति लिट् लुट् लृट् सर्वम्. आं भगिनि नमस्ते भगिनि. लिट् लिट् लुट् लृट् लृङ् आशीर्लिङ् लुङ् येषु लकारेषु यक् प्रत्ययः न विधीयते. सार्वधातुके यक् इति सूत्रेण धातुभ्यः यक् प्रत्ययः भवति भाववाचके कर्मवाचके च सार्वधातुके प्रत्यये परे. अस्य कथनस्य आशयः एवं यत् भाववाचके कर्मवाचके च आर्धधातुके प्रत्यये परे यक् प्रत्ययः न विधीयते. लिटि लुटि लृटि लृङ्गि आशीर्लिङ्गि लुङ्गि च धातुना यः प्रत्ययः दृश्यते सः आर्धधातुकं न तु सार्वधातुकम्। अतः येषु लकारेषु भावार्थे कर्मार्थे च यक् न भवति। येषु षट्सु लकारेषु एकमेव कार्यं सर्वत्र भवति। भावे प्रयोगे कर्मणि प्रयोगे च सर्वेभ्यः धातुभ्यः आत्मनेपदसंज्ञकाः तिङ् प्रत्ययाः एव विधीयन्ते। ओके, सार्वधातुके लिट् लुट् लृट् लृङ् आशीर्लिङ् लुङ् इति सर्वे आर्धधातुकं न तु सार्वधातुकं। तत्कारणेन सार्वधातुके यक् इति सूत्रं सार्वधातुके परः एव प्रत्यये परः एव यक् प्रत्ययः विधीयते भाववाचके कर्मवाचके। तत्कारणतः लिटि लुटि लृटि लृङ्गि आशीर्लिङ्गि लुङ्गि च भावार्थे कर्मार्थे यक् न भवति। तत् लकारेषु आत्मने तिङ् प्रत्ययाः एव विधीयन्ते। भावकर्मणोः विहितस्य लस्य भावकर्मणोः विहितस्य लस्य तिबादयः आत्मनेपदिनः भवन्ति। ओके, भावश्च कर्मश्च तयोः इतरेतरद्वन्द्वः भावकर्मणि। तयोः भावकर्मणोः भावकर्मणोः सप्तमीयन्तम् एकपदमितं सूत्रम् अत्र विषयसप्तमी अत्र अनुदात्तङित आत्मनेपदम् इत्यस्मात् आत्मनेपदम् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं भावकर्मणोः आत्मनेपदम्। येषु षट्सु लकारेषु भावकर्मणोः इत्यनेन आत्मनेपदप्रत्ययः एव विधीयते। आत्मनेपदप्रत्यय तिङ्संज्ञका तिङ्प्रत्ययः एव विधीयते। येषु षट्सु लकारेषु तत्र पूर्वं यद् दृष्टवन्तः तत्रापि भावकर्मणोः एव आसीत्। अत्र भेदः प्रायः आर्धधातुक लकाराः लिट् लुट् लुङ् तत्रापि भावकर्मणोः इत्यनेन आत्मनेपदसंज्ञक तिङ् प्रत्ययाः एव विधीयन्ते इति प्रायः तत्रापि भावे प्रयोगे कर्मणि सर्वेभ्य धातुभ्यः आत्मनेपदसंज्ञकाः एव इदानीं पर्यन्तमपि तदेव आसीत् किल। किमर्थं तत्र तिङ् प्रत्ययः अत्र बट् परन्तु आत्मनेपदमेव भवति। तत्र पूर्वमपि तदेव दृष्टवन्तः किल तिङ् प्रत्ययः भट्टः पश्यामः पठतु किमर्थं एतादृशं येषु षट्सु लकारेषु भावकर्मप्रक्रियायां भावार्थकं कर्मार्थकं चिह्नम् अन्यत् किमपि न भवति। अतः येषु लकारेषु धातुः आत्मनेपति चेत् कर्त्रर्थे कर्मार्थे च बहुत्र रूपं समानमेव। धातुः परस्मैपति चेत् आधिक्येन तावानेव भेदः कर्तरि कर्मणि च यत् कर्त्रर्थे परस्मैपदसंज्ञक तिङ् प्रत्ययः विधीयते। आधिक्येन तावानेव भेदः कर्तरि कर्मणि च यत् कर्त्रर्थे परस्मैपदसंज्ञक तिङ् प्रत्ययः विधीयते। परस्मैपदसंज्ञक तिङ् प्रत्ययः विधीयते कर्मार्थे च आत्मनेपदसंज्ञक तिङ् प्रत्ययः विधीयते आधिक्येन परस्मैपति चेत् धातुः परस्मैपति चेत् आधिक्येन तावानेव भेदः कर्तरि कर्मणि च यत् कर्त्रर्थे परस्मैपदसंज्ञक तिङ् प्रत्ययः कर्त्रर्थे परस्मैपदसंज्ञक तिङ् प्रत्ययः विधीयते कर्मार्थे च आत्मनेपदसंज्ञक तिङ् प्रत्ययः विधीयते। यथा पा पाने इति धातुः परस्मैपति तस्य च कर्तरि लृटि यास्यति भवति पास्यते लृटि पास्यति भवति कर्मणि लृटि पास्यते इति एवमेव इदानीं षट्सु लकारेषु भावकर्मप्रक्रियायां विशेषकार्यं नास्ति इति उक्तम् एषु लकारेषु धातुः आत्मनिपदि चेत् कर्तृते वा अथवा कर्मार्थे वा रूपं समानमेव धातुः परस्मैपति चेत् कर्तरि तिङ् प्रत्ययः विधीयते चेत् परस्मैपदम् अस्ति कर्मार्थे यक् प्रत्ययः विधीयते चेत् आत्मनेपदं विधीयते यक् तु न विधीयते किल अस्ति भगिनि पास्यते पास्यति यक् न भवति सार्वधातुके प्रत्यय परे एव यक् भवति येषु लकारेषु आर्धधातुकप्रत्ययः इत्यस्मात् यकारः न भवति पा इति देन् इति तस्य लृट् लृट् प्रत्ययः पास्यति पास्यति कर्मार्थे पास्यते एव भेदः तावानेव भेदः परस्मैपदि धातुः अस्ति चेत् तत्र पास्यति इति रूपं कर्मणि अस्ति चेत् भावकर्मणोः इत्यनेन ते विधीयते अतः पास्यते इति रूपं तावानेव भेदः अत्र अन्यत् किमपि नास्ति तदेव अत्र तिङ्प्रत्ययः एव विधीयन्ते इति यद् उक्तं तस्य अर्थः एवम् एतदेव पूर्वमपि तिङ्प्रत्ययः एव तत्रापि तिङ्प्रत्ययः एव विधीयते तत्रापि भावकर्मणोः सर्वम् अस्ति परन्तु सार्वधातुके यक् आसीत् इदानीं सार्वधातुके यक् न विधीयते श्य इति आर्धधातुकप्रत्ययति अग्रे छि इति धातुः कर्तृवाच्ये लृटि कर्तृवाच्य सो ति इति भवति चेष्यति इति भवति चेष्यति श्य देन् चेष्य गुण ओके चेष्यति देन् ओ द उभयद उभयपति धातु वा छि चेष्यति चेष्यते इति अस्ति कर्मवाच्ये लृटि चेष्यते ओके चेष्यते इति रूपं समानमेव नी नेष्यति कर्त्रार्थे नेष्यते इति लृटि कर्मवाच्ये हु होष्यति कर्त्रार्थे होष्यते कर्मार्थे भू भविष्यति कर्त्रार्थे भविष्यते कर्मार्थे कृ करिष्यति अथवा करिष्यते उभयपति धातु करिष्यति करिष्यते लृट् सो करिष्यति करिष्यते देन् करिष्यते इति कर्मवाच्ये करिष्यते तृ तरिष्यति तरिष्यते इति कर्मवाच्यम् ओके हन् हनिष्यति कर्तृवाचके देन् कर्मवाचके हनिष्यते ग्रहीष्यति कर्त्रार्थे ग्रहीष्यते कर्मार्थे ओके ओके नो सम्प्रसारणकार्यम् अण्ड् आल् देट् बिकास् सार्वधातुके नास्ति ओके यक् ओके दृश्य द्रक्ष्यति द्रक्ष्यते लिक् लेखिष्यति लेखिष्यते कर्म ओके मुद् मोदिष्यते मोदिष्यते सो आत्मनेपति दातुं मुद् मोदिष्यते सेम् ओके मोदिष्यते मोदिष्यते अन्येषु लकारेषु द्रष्टव्यं कथं सत्यम् अन्येषु सत्यं तदपि सत्यं वाक्ये प्रयोगे दृष्ट्वा एव कर्मणि वा कर्तरि वा इति अवगन्तुं शक्नुमः अन्येषु लकारेषु अपि पश्यामः कथम् आगच्छति इति प्रायः अस्मिन् करपत्रे अस्ति पश्यामः लिट् सर्वत्रापि समानम् अस्ति वा तत्र भेदः भवति एव पश्यामः कथम् द्वित्वम् अस्ति इति अन्ये अपि लकारः प्रदर्शितं किल तत्र लृङ्गि लृङ्ग लृङ्ग ओ ओके धन्यवादः धन्यवादः भगिनि महोदय पठति वा अग्रे यत्र यत्र कस्यचित् विशिष्टदातो कार्यं भवति तत्र तत्र उच्यते प्रथमः लिट्लकार कर्मणि भावे च लिट्लकारे कर्त्र अस्ति यस्य अस्य धातोः यत्र तिगन्तरूपं भवति तस्य धातोः तत्तदेव तिगन्तरूपं भवति कर्मणि भावे च केवलं वक्तव्यं यत् अत्र भावकर्मणोः इत्यनेन दिबादयः तस्य आत्मनेपदिनः एव भवन्ति लिट्लकारे लिट्लकारे यत् तिगन्तरूपं भवति तदेव तिगन्तरूपं कर्मणि भवति केवलं तत्र आत्मनेपदिनः एव भवति इति अस्ति तत्र भावकर्मणोः यथा भूधातुः कर्तरिप्रयोगे बभूव इति कर्मणि प्रयोगः बभूव इति कर्तरिप्रयोगः बभूवे इति भवति तथैव सर्वत्र अतः लिट्लकारः कर्तृत्वे यदा पठ्यते अस्माभिः तदा यानि यानि तिगन्तरूपाणि तत्र भवन्ति तानि एव रूपाणि कर्मणि अपि भवन्ति आत्मनेपदसंज्ञकः तिङ्प्रत्ययै सह तत्र किमपि परिवर्तनं नास्ति केवलम् आत्मनेपदी भवति रूपं समानमेव अस्ति अन्य लट्लकारे अपि तदेव आसीत् खलु सत्यम् समानं अत्रापि तत्र समानरीत्या एव अस्ति बहुवे लिट्लकारः इदानीं पर्यन्तं महोदयेन न पाठितम् इति चिन्तयामि लुट् एव इदानीं वर्गः प्रचलति प्रायः तत्र नास्ति किल न लिट् न पठितवन्तः इदानीं पर्यन्तं प्रायः अग्रे योजयति इदानीं लुप् एव प्रचलति अस्तु पश्यामः यदा आगच्छति तत्र द्वित्वं कथं करणीयं सर्वं द्रष्टव्यम् अस्तु महोदय अग्रिम लुट् लुट् लृङ् आशीर्लिङ् कर्मणि भावे च तत्र प्रथमं प्रथमः लिङ्गः अस्ति अजन्तदातवः हन् ग्रह दृश्य शशि शशियुट् शशिच् सियुट् तासिषु भावकर्मणोः उपदेशे अच् अज् अच् अज् अज् हनग्रह अज् हन अज् हन अच् हनग्रह दृशां वा शृण्वद् इट् च षष्ठाध्यायस्य चतुर्थपादस्य षष्टितमं सूत्रमस्ति भावकर्मविषये आर्धातुक उपदेशे अजन्तधातूनां हन् गृह दृश् च धातूनां विकल्पेन चिण्वत् कार्यं भवति स्या सियुट् तासि इत्येषु पदेषु चिण्वत् पक्षे शशि स्या सिच् सियुट् तासीनां विरागमः भवति आर्धातुक उपदेश इत्यनेन आर्धातुक उपदेश अवस्थायाम् अजन्तदातवः आर्धातुक उपदेशे इत्यनेन आर्धातुक उपदेश अवस्थायाम् अजन्तदातवः स्या इत्यनेन लृट् लिङ् च तास् इत्यनेन लुट् सिच् इत्यनेन लुङ् सियुट् इत्यनेन आशिलिङ् न तु विधिलिङ्ग् यतोहि इदं सूत्रम् आर्धातुक इत्यस्य अधिकारी अस्ति चिण्वस्य पक्षे इदागमः भवति सर्वत्र नाम धातु अनिश्चेदति चिण्वद्भावः किम् अस्ति इति चिण्वद्भावः इत्युक्तौ चिणितस्य परे यानि कार्याणि भवन्ति तानि अत्र अपि भवन्ति षश्च सिच्छतियुक्त तासिश्च तेषां त्रिगुन्धः स्यसिच्छियुक्तासयः तेषु षसिच्छियुक्तासिषु भावस्य कर्म च भावकर्मणि कर्मणि तयोः भावकर्मणोः अच्च हनश्च गृहश्च दृश दृश्च तेषां श्रीदगन्धः अज्जनग्रहदृशः तेषाम् अज्जनग्रहदृशां चिणि इव चिन्वत् ससिच् श्रीयुक्ताशिषु सप्तनन्दं भावकर्मणोः सप्तनन्दं सप्तनन्दम् अज्जन अज्जनगृहदृशां दृशां षट्यन्तं वा अव्यपितं चिन्वत् अव्यपितम् एकप्रथमान्तं चाव्यपितम् अनेकजगत्कृतम् आतस्य अधिकारः अङ्गस्य च अधिकारः सूत्रमस्ति आर्धातुक उपदेशे अच् घनगृहदृशाम् अङ्गानां वा चिन्वत् इट् च सियुक्तासिषु भावकर्मणोः इति अत्र भावकर्मणविषये सार्धात्को अजन्तधातूनाम् अपि च हन् गृह दृश च धातूनां विकल्पेन चिन्वत् कार्यं भवति अपि च क्रीडागमः भवति चिन्वत् चिन्वत् अपि क्रीडागमः भवति च इत्युक्ते लिट् लकारे सिच् इत्युक्ते लुट् खलु लुट् सियुट् इत्युक्ते सियुट् इति सियुट् इत्युक्ते लिङ्ग् लिङ्ग् लिङ्ग् लकार आशीर्लिङ्गे एव तत् सार्धातक इति आचर्लिङ्ग् इत्येषु किण्वत् भवति इति किण्वत् भवति अपि च क्रीडागमः भवति इति किण्वत् अपि क्रीडागमः तदेव अग्रे आगच्छति चिन्वत् इत्युक्ते किम् अनन्तरं कथं तत्र क्रीडागमः भवति इति एव अग्रे आगच्छति अतः दीर्घसूत्रमस्ति अच् हन् क्षम्यतां हन् ग्रह दृश्य अनन्तरम् अजन्तदातवः तदेव अच् योगः हन् एव अजन् इति अभवत् ग्रह दृशां वा चिन्वत् अतः वा इति अस्ति विकल्पेन चिन्वत् भावः भवति तदेव सूत्रं वदति तत्र अजन्तदातूनां हन् ग्रह दृश् धातूनां विकल्पेन चिन्वत् कार्यं भवति यथा कदा इत्युक्ते ह्यसिट्टासि परेषु इति यदा लृट् लकारः सिच् इति लुङ् सियुट् इति आशीर्लि तासि इति तासि इति तत्र लुटोः लुट् लुटोः लुट् स्य इति लृट् लुङ् लुङ् द्वयमपि स्य लुङ् लुङ् लुङ् तास् इत्यनेन एव लुट् सिच् इत्यनेन लुङ् सिच् इत्यनेन लुङ् सियुट् इत्यनेन आशीर्लि अजन्तधातूनां तत्र क्रीडागमः सामान्यतः न भवति अजन्त सत्यम् अन् ग्रहदृशि इति इडाग अनिट् दातवः वा अतः एव कीट भवति प्रायः पञ्चप्रत्ययाः तत्र गृहीताः अनेन अने एकेन सूत्रेण एव तत्र चिन्वत् इति प्रायः अतिदेशसूत्रमेव स्यात् किल तत्र चिन्वत् इति आरोपित चिन्वत् अपि च इत् द्वयमपि आरोपित अनेट् दातु सामान्यसहजन् सत्यम् अनेन आरोपितम् इति कारणेन अतिदेशसूत्रं स्यात् धन्यवादः महोदय अरुणा भगिनी पठति वा चिन्वद्भावः इत्युक्ते किम् इति चिन्वत् भावः इत्युक्तौ यः प्रत्ययः धातुतः विधीयते सः निद्वत् अस्ति अतः तदनुसृत्य कार्यं दातौ भवति यद्यपि स्या सिच् सियुट् दासि इति प्रत्ययाः नित् नास्ति तथापि अत्र नित्वम् अध्यारोपितं तेषु तदनुसृत्य च कार्यं विधीयते यत्र निद्भावो भवति तत्र इमानि कार्याणि भवन्ति यथा सङ्घम् ओके चिन्नद्भाव किम् इति विवरणमस्ति चिन्वद्भावः इत्युक्ते यः प्रत्ययः धातुतः विधीयते सः नित्वम् अस्ति अतः अतः निद्वत् अस्ति अतः तदनुसृत्य कार्यं भवति नित् कार्यं भवति यद्यपि स्या सिच् सियुत् सासि इति प्रत्ययः नित् नास्ति परन्तु अत्र नित्यम् अध्यारोपितं भवति तादृशे नित् कार्याणि भवति विधीयते धातुतः नामनजः नित् स्या सियुत्तासि ते प्रत्ययाः नित् नास्ति परन्तु चिन्नोद्भाव इति चेतन आरोपितम् अध्यारोपितं भवति तदनन्तरं नित् कार्याणि भवति नित् कार्याणि किम् इति अत्र दत्तम् अचोनिमिति अतोपदायः इत्याभ्यां बुद्धिः अतो युक् चिन्कृतौ इत्यनेन युक् आगमः हो हन्तेर् निर्णेषु इत्यनेन हन्धातोः कृत्वं छिन्नमूलोदीर्घो अन्यतरस्याम् इत्यनेन मितां विकल्पेन उपधा दीर्घः निद्भावकार्याणि किम् इति चेत् अचो निमिति अत उपदायाः वयं पठितवन्तः पूर्वम् इत्यपि वृद्धि भवति उपदायाः वृद्धिः भवति अतो युक् चिन् कृतौ इत्यनेन युक् आगमः भवति सूत्रमां पद वर्णनं विवरणं नास्ति अत्र सो हन्तेर्निन्नेषु इत्यनेन हन्धातुः कुत्वं भवति छिन्नमुलो दीर्घो अन्यतरस्याम् इत्यनेन मितां विकल्पेन उपदायां दीर्घः अतः चत्वारि अथवा पञ्च कार्याणि मुख्यकार्याणि भवति कथम् इत्युक्ते तत्र निद्वत् आरोपितमस्ति चिन्वत् भावः इत्यनेन वयं यत् प्रत्ययः धातुतः प्रत्ययः विधीयते तस्य उपरि वयम् इदानीं नित्वम् आरोपणं कृत्वा कार्यं साधयामः अत्र अचोनिति अथोपदायाः इति नित् अस्ति चेदेव कार्यं भवति तत्र अनेन इदानीं भवति अत्र अतो युक् चिन् कृतोः इति तत्र चिन् इति साक्षात् उक्तम् अतः चिन्वत् चिन् अस्ति चेत् कार्यं को हन्तेर्निन्नेषु इति अग्रे आगच्छति तत्रापि निन्नेषु इति अस्ति तत्रापि नित्वम् आवश्यकम् चिन्नमुळो दीर्घो अन्यतरस्याम् अत्रापि चिन् इति उक्तत्वा तत्रापि कार्यं भवति पश्यामः कथम् इति अग्रे भगिनि अत्र प्रश्नः उदेति अत्र प्रश्नः उदेति आर्धधातुकस्य ज्वलादेः इत्यस्य परत्वात् कथं न प्राप्नोति अनेन एव इदागमो भवेत् प्रश्नः अस्ति आर्धधातुकस्य ज्वलादेः इत्यस्य परत्वात् सूत्रसङ्ख्या चतुर्थाध्याये द्वितीयपादे अष्टाध्याये अध्याये द्वितीयपादे पञ्चत्रिंशत्तमं सूत्रम् अत्र किं कार्यं न प्राप्नोति इति प्रश्नः अधुना दत्तम् अत्र अग्रे विवरणं कृत्वा सत्यम् अतः तत्र अनेन दीर्घसूत्रेण शस्तासि इति सूत्रेण चिन्वदपि भवति इडागमः अपि भवति अतः तत्र प्रश्नः उदेति आर्धधातुकस्य इड् वलादेः इति परसूत्रमेव अस्ति अनेन वयं किमर्थम् इट् इडागमः न साधयामः अनेन सूत्रेण एव किमर्थं साधयामः इति प्रश्नः अत्र एव उत्तरत्वेन महाभाष्यश्लोकः अत्र महाभाष्यश्लोकः चिन्वत् चिन्वत् वृद्धिरिच्छ हन्तेश्च कत्वां दीर्घश्चोक्तौ योर्मितां वा चिनीति इच्छासि तत् तदस्तेन मे लुप्यते निर्मित्य छायां वल्निमित्तो विधाति महाभाग श्लोक विघाति एव विघाति क्लेशः अस्ति चिन्वत् वृद्धिः युक्च हन्तेश्च घत्वां दीर्घः चोक्तः दीर्घश्च उक्तौ यो मितां वा चिनीति चासि चासि दस्तेन भगिनि चासिद्धस्तेन या चासिद्धस्तेन मे लुप्यते निर्नित्यश्चयां वल्निमित्तो विघाति. अग्रे अस्ति अस्ति अतः पश्यतः अत्र स्यात्सिच्चियुत्तासिषु भावकर्मणो रूपादेशे अज्हन्न बृहत् ृषां वा चिन्वति च इति सूत्रस्य वैशिष्ट्यम् उच्यते भाष्यकारैः. यथा उक्तं चिन्वद्भावेन वृद्धिः युक्तागमः अन्धातोः कुत्वं मितां वैकल्पिकः उपदा दीर्घः इदं सर्वं भाष्यवाक्यस्य प्रथमपङ्क्तौ द्वितीयपङ्क्तौ च इरागमस्य प्रसङ्गः. इच्छा सिद्धस्तेन मे लुप्यते निः इत्यनेन निजन्तप्रसङ्गे इरागमः सन्नपि नेरनिति इत्यनेन निलोपः. कथमिति अग्रे उच्यते. तदा नित्यश्चायामिति अयं चिन्वत् निर्णयत्यः कृतौ अपि वलादिलक्षण इति प्राप्नोति अकृतौ अपि न ह्यायां वलादित्वम् अपेक्षते. अस्मिन् तु कृते वलादिलक्षणम् इति न प्राप्नोति तस्मात् निमित्त नित्यः विघातः इत्यनेन निमित्त अभावात् प्रवृत्तिः सः अस्ति इति विघाति. ओके, प्रयत्नं कृतं भगिनि. अस्य सूत्रमस्ति स्यासिच्चियुत्तासिषु भावकर्मणोः उपदेशे अज्हन् ग्रहदृशां वा चिन्वाति च इति सूत्रमस्ति. अत्र सूत्रस्य वैशिष्ट्यं भाष्यकारे उच्यते. यदा चिन्वद्भावेन अत्र सूत्रं वयं पठितवन्तः सूत्रं वदति चिन्वद्भाव अध्यारोपते अध्यारोपितं कृत्यते प्रत्ययेन अत्र उक्तं चिन्वद्भावेन वृद्धि भवति युक्तागमः भवति हन्धातोः कुत्वं भवति मितां विकल्पेन उपदा दीर्घा भवति मितां दातुम् इदं सर्वं प्रथम सूत्रस्य प्रथमभागं. तदनन्तरं द्वितीयपङ्क्तौ अस्ति इडागमस्य प्रसङ्गः. इच्च असिद्धस्तेन मे लुप्यते निधि इत्येन निजन्तप्रसङ्गे इदागमः. अत्र सामान्यतया यक् इति निरागमः न आगच्छति वल्पन्ते नास्ति तथा इदागमः सामान्यतया न भवति. परन्तु सूत्रे वदति इदागमः च इत्यनेन इत्यनेन निजन्तप्रसङ्गे इदागमः सन्नपि नेरनीति इत्यनेन निलोपः भवति. कथमिति अग्रे उच्यते. तदा एव नित्यश्चायामिति नित्यः अयमिति ओके नित्यश्चाया च अयमिति अयं चिन्वत् सन्वत्निर्वस्यः कृते अपि वलादिलक्षण इति प्राप्नोति. ह्यहं वलादि चिन्वत् इत् नित्यः भगिनि चिन्वत् नित्यः नित्यः इति कृते अपि वलादि लक्षणम् इति प्राप्नोति अकृते अपि नास्यां वलादित्वम् अपेक्षते न हि अयं वलादित्वम् अपेक्षते अस्मिन् तु कृते वलादिलक्षणम् ईर्ण प्राप्नोति प्राप्नोति तस्मात् नित्यः भवति विघातः इत्यनेन निमित्त अभावात् अप्रवृत्तिः सः अस्य अस्ति इति विघाति. अतः तत्र एकमेकं पदं स्वीकृत्य तत्र महोदयेन उल्लिखितम् तत्र इट् च असिद्धः तेन मे लुप्यते नी नित्यश्च अयं वल् निमित्तः विघाति इति द्वितीयपङ्क्तौ अस्ति किल. तत्र प्रथमं तत्र इट् च असिद्धः तेन मे लुप्यते णिः इति स्वीकृत्य वयं किं कृतवन्तः निजन्तप्रसङ्गे इडागमः सन्नपि तत्र वयं नेरणिति इत्यस्य णीलोपः कृतवन्तः एव किल. तद् एव तस्य पङ्क्तेः अर्थः कथम् इति अग्रे यदा आगच्छति वयं पश्यामः. कथं वयम् ईकारः यदा तत्र आगच्छति अपि नेरणिति इत्यनेन णीलोपः कृत्वा तत् कथं तत्र निवारणं कृतवन्तः इति अग्रे अस्ति. इदानीम् अग्रिमं पदमस्ति नित्यः च अयम् इति. तत्र किम् इत्युक्ते तत्र यद् इडागमः चिन्वद्वा भवतु अथवा अस्माकं आर्धधातुकस्य इड् वलादेः इत्यनेन वा भवतु तत्र तु नित्यं तत्र चिन्वत् क्षम्यताम् ईडाकमः भवति इत्येव. चिन्वत् इट् नित्यः चिन्वत् इत्यनेन यत् इट् भवति तत्तु नित्यः. कृते अपि वलादिलक्षण इट् प्राप्नोति वलादिः अस्ति इति कारणेन तत्तु इट् प्राप्नोति एक. अकृते अपि कृताकृतप्रसङ्गी नित्यम् इति वदामः किल. यदा वयं न कुर्मः चेदपि तत्र वलादित्व अपक्षे अपि तत्र निट् भवति न भवति न अयं वलादित्व अपक्षे सत्यम् आर्धधातुकस्य ईड् वलादेः इत्यनेन यदा वलादित्वम् अस्ति चेत् ईट् प्राप्नोति वलादित्वं नास्ति चेत् ईट् न प्राप्नोति. परन्तु चिन्वत् भावः अस्ति चेत् नित्यं ईट् प्राप्नोति इत्येव तावदेव तदेव अस्ति नित्यत्वम् इत्यनेन. अनन्तरं किमस्ति वल् निमित्त इड् नित्यः वल् निमित्तकं यद् इड् अस्ति तत्तु नित्यः. विघातः इत्यत्वे इति यद् पदमस्ति तत्र निमित्त अभावात् प्रवृत्तिः अप्रवृत्तिः निमित्त अभावात् अप्रवृत्तिः सः अयम् अस्य अस्ति इति विघाति इति पदस्य अर्थः तदेव अग्रे अपि उच्यते पश्यामः. एतावत् स्पष्टमस्ति वा? विघातः न अवगतं भगिनि. विघातः इत्युक्ते निमित्तत्व अभावात् अप्रवृत्तिः. यत्र निमित्तं नास्ति निमित्तस्य अभावः अस्ति निमित्तत्व अभावात् अप्रवृत्तिः. अप्रवृत्तिः इत्युक्ते प्रवृत्तिः नास्ति इत्येव अस्ति. निमित्तम् अस्ति चेदेव कार्यं भवति, निमित्तस्य अभावः अस्ति, निमित्त अभावात् अप्रवृत्तिः, यदा निमित्तस्य अभावः अस्ति कार्यमपि न भवति, अप्रवृत्तिः. ओके, तदेव विघातः. विघातः इति अस्य अस्ति इति तत्र प्रत्ययः योजयित्वा विघाति इति रूपम् पश्यामः. धन्यवादः भगिनि. धन्यवादः. आम् आं महोदय. विघातिन् विघातिन् इति विघातिन् सत्यं योगिन् इति योगी शब्दवत् सत्यं योगिन् गुणिन् समानरीत्या निमित्तत्व अभावात् अप्रवृत्तिः इत्येव सरलमस्ति. तत्र विघाति इति महाभाष्यकारः किल अतः किञ्चित् जटिलपदम् उपयुज्य अस्तु. उषा भगिनी अग्रे तदेव पुनः तत्र उक्तं, परन्तु पश्यामः सरलभाषया इदानीम्. आं भगिनि, अत्र मै थिङ्क् जस्ट् फ्लैस्. ओके, अत्र वलादिलक्षणे कृते इत्युक्ते यत्र आर्धधातुकस्य इड् वलादेः इत्यनेन इडागमः भवति तस्य इडागमे सति अपि छिण्वत् पक्षे इडागमः पुनः भवति एव. छिण्वत् पक्षे, ओके, ओ इडागमे सति अपि छिण्वत् पक्षे इडागमः पुनः भवति एव, विपरीतत्वेन नास्ति. अतः छिण्वत् भावस्य इडागमः नित्यः. वलादिलक्षणे कृते इत्युक्ते यत्र आर्धधातुकस्य इड् बलादेः इत्यनेन इडागमः भवति, वयं ज्ञातवन्तः, तस्य इडागमे सति अपि किण्वत्पक्षे इडागमः पुनः भवति एव, विपरीतत्वेन नास्ति. अतः छिण्वद्भावस्य इडागमः नित्यः. विपरीतत्वेन नास्ति इति वलादि नास्ति चेत् इडागमः नास्ति, अतः छिण्वद्भावस्य इडागमः नित्यः. ओके, तर्हि आर्धधातुकस्य इड् वलादेः इति यद्यपि परसूत्रं 7-35 छिण्वत्पक्षे स्य सिच् सियुट् तासिषु भावकर्मणोः उपदेशे अच् हन् ग्रह दृशां वा छिण्वत् इट् च इत्यनेन एव इडागमः. ओके, 7-35, 6-4, 6-2 व्याकरणलोके येषां मिलित्वा प्राप्तिः तेषां नामकरणं सत् नियोगशिष्टं सन्नियोगशिष्टं सन्नियोगशिष्टानां सह प्राप्तिः चिन्वत्पक्षे इडागमः इत्यनेन विशिष्टबलेन आर्धधातुकस्य इड्बलादेः इति सूत्रस्य प्राप्तिः नास्ति. आर्धधातुकस्य इड्बलादेः स्यसिच् सियुट् तासिषु भावकर्मणोः उपदेशे अच्छन् ग्रह दृशां वा चिण्वत् इच्छ इति सूत्रस्य द्वयोः सूत्रस्य प्रसक्तिः अस्ति. बट् यद्यपि आर्धधातुकस्य इड्बलादेः इति परसूत्रं चिण्वत् इच्छ इति विशेषसूत्रेण एव अत्र इडागमः भवति इति उक्तम्. ओके, यस्मिन् पक्षे छिण्वद्भावः न भवति धातुः सेट् अपि च प्रत्ययः वलादि इति चेत् आर्धधातुकस्य इड् वलादेः इत्यनेन इडागमः विधीयते. ओके, सो उपदेशे अच् ग्रह दृशां, सो ओके ओन्लि फार् दीस् आर् अजन्तधातु अपि अच् ओ अजन्तधातु and then han grah drish. okay, padish dhatu chinvat bhavah yasmin pakshe chinvat bhavah na bhavati dhatuhu set api cha prateha baladihi iti chet dhatuhu set atam and prateha baladihi asti chet ardhadadika said baladihi ityanena idagamah bhavati प्रत्ययः बलादिः. ओके, आददादुकस्य इड् बलादेः आददादुकप्रत्ययस्य आदौ वल् प्रत्याहारे अन्यतमवर्णः अस्ति चेत् तस्य इडागमः भवति. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गात् बलादेः आर्धधातुकस्य इड् इड् अङ्गात् बलादेः आर्धधातुकस्य इट् इति अनुवृत्तिसहितसूत्रम् आर्धधातुकप्रत्ययः आर्धधातुकस्य प्रत्ययस्य आदौ वल् प्रत्याहारे वर्णः अस्ति चेत् यः वर्णः अस्ति चेत् तस्य इडागमः भवति इति उक्तं. प्रत्ययस्य आदिमवर्णः वल् प्रत्याहारे अस्ति चेत् अङ्गात् आर्धधातुकस्य इडागम् इट् विधीयते तस्य सूत्रेण आर्धधातुकस्य इड् बलादेः. छिण्वत् भावः विकल्पेन भवति. सियुट्टासिषु भावकर्मणोः उपदेशे अच्छन्द् ओ वा चिन्वत् इच्छ. ओके, वा चिन्वत् भावः विकल्पेन भवति. अतः सर्वेषाम् अजन्तधातूनां भावकर्मणोः रूपद्वयं भवति. हन् ग्रह् दृश् इत्येषामपि भावकर्मणोः रूपद्वयं भवति. ओके, अतः तत्र सर्वत्र चिन्तनद्वयं भवति. चिन्वत् पक्षे, चिन्वत् अपक्षे इति. चिन्वत् पक्षे इत्युक्ते तत्र णित्वत् कार्यम् अनन्तरम् इडागमचिन्तनं नित्यः इति कारणेन. चिन्वत् अपक्षे यदा वलादिः अस्ति चेत् धातुः सेट् प्रत्ययः वलादिः इति अस्ति, तत्र इडागमचिन्तनम् इति तत्र कालं द्वयं भवति. अत्र अजन्तदातवः एव किञ्चित् पठामः, किञ्चित् शीघ्रम् अद्य समापयितुम् इच्छामि. पठामः. धन्यवादः भगिनि. महोदय पठति वा अजन्तदातवः? अजन्तदातवः अस्तु. आकारान्तदातवः चिन्मद्भावस्य पक्षे आतो युक्चिन् कृतो इत्यनेन विभागः पायोग लृट् पायोगस्यते शशि सीयुटासिषु भावकर्मणोः उपदेशे भाव उपदेशे जनग्रह कृशां वाचिन्मद् इट् इत्यनेन प्रत्ययस्य चिन्मद्भावः इडागमश्च. अतः पायुग ईयुग श्यते आदेशप्रत्यय इत्यनेन सत्वं पायुग इष्यते. इदानीम् आतो युक् चिन्तुतो इत्यनेन आकारान्ताधातूनां युगागमः भवति. चिन् प्रत्यये परे निति निति प्रत्यये परे च पायोगयुक्योग पायोगयुक्योग इष्यते. तत्र पायुग ययुग इष्यते पायिष्यते. चिन्मद्भावः न भवति चेत् पास्यते. अत्र विकल्पेन अस्ति तत्र चिन्मद्भावः अस्ति चेत् तत्र पायिष्यते. चिन्वद् नास्ति चेत् तत्र तत्र इडागमपि न भवति. युगागमपि न भवति. पास्यते एव भवति. अतः तत्र चिन्वद् अस्ति चेदेव कार्याणि प्रथमं चिन्वद् भवति. चिन्वद् आरोपितं स्या प्रत्ययस्य उपरि नित्वद् भावः चिन्वद् भावः अनन्तरम् इडागमः अपि अतः ईकारः पायुगः ईष्यते आदेशप्रत्ययोः पा ईष्यते. इदानीम् अतो युक् चिन्तुतोः इत्यनेन युक् आगमः अपि भवति पायिष्यते. महोदय सूत्रम् अतो युक् चिन्तुतोः इति सप्तमाध्यायस्य तृतीय पादस्य त्रयोत्रिंशत्तमं सूत्रमस्ति. त्रयस्त्रिंशत्तमम् आदन्तानां विभागमः स्यात् चिडिनिति कृति च निति कृति च चिन् वा नित् नित् कृत्पतेषु परेषु आकारान्तरं धातुरं विभागमः भवति. चिन् च कृच्च तयोः इतरद्वन्द्वः चिन् कृतौ तयोः चिन् कृतोः आतः सत्यं तद्विकृतमातं चिन् कृतौ तत्र मङ्गलमिदं सूत्रम् अचोणिति इत्यनेन इत्यस्मात् निति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिः इति सूत्रमस्ति अङ्गस्य आतः युक् चिण् कृतोः निति अत्र अङ्गस्य आकारान्त अङ्गस्य आदन्तानाम् अधिक आकारान्त अङ्गस्य युगागमः भवति चिणिपरे नितिपरे अपि च नितिनिति कृत् कृति नितिनिति कृत् कृत् कृत्प्रत्ययपरे वा कृत्प्रत्ययः कीदृश नित् नित् नित् प्रत्ययः सत्यः सत्यं तत्र युक्कागमः भवति सत्यम् महोदय तत्र प्रयत्नं करोति वा पायोगः लुङ् कथं भवति इति हा अस्तु पायोग लुङ् अत्र पायोग लुङ् लुङ् खलु अत्र शतासिलुङ्गेन स्या भवति सत्यं पायोग स्या इति अस्ति इदानीं पायोग स्या इति अत्र स्या स्यासिषु तासिषु भावकर्मणः उपदेशे अत्र तत्र चिणवत् अपि च इडागमः भवति अतः तत्र इडागमः अस्ति तत्र पायोग इ अपि इष्य इति भवति इष्य इति भवति आदेशपत्य इत्यनेन इदानीं पायोग श्य इति अस्ति इष्य इति इदानीं आतो युक् चिन् कृतोः इत्यनेन तत्र युक्चिन् कृतोः चिण्वद्भावः अस्ति इति कृत्वा तत्र युगागमः भवति आकारान्त अतः पायि सारि आडागमः लङ् लङ् लङ् अडुदपैकरण अप अ इति आगम अपायिष्यत इति अपायिष्यत इति भवति त इति खलु तत्र प्रत्ययः अपायिष्यत अपक्षे तत्र अपास्यते अपास्यत अपास्यत तावदेव तत्र किमपि नास्ति तावदेव यदा वयं पास्यते कृतवन्तः तादृशमेव सत्यं धन्यवादः महोदय अरुणा भगिनी लुट् प्रयत्नं करोति वा एकमेकं स्वीकृत्य अद्य पायोगः लुट् लुट् स्थाने स्यातस्य सूत्रेण ता प्रत्यय आगच्छति प्रत्यय पा इडागमपि भवति सा शुचि इति निष्वत् चिन्वद्भाव भूत्वा इडागम भवति सा भवति प्रथमम् इडागमः भवति युक्तपि आगमः भवति इडागमः अपि भवति पायिता भवति अपक्षे रूपं किं भवति तत्र इडागमः नास्ति युक्तपि नास्ति न किमपि नास्ति पात त्राता यदा भवति तादृशमेव पात पायित पाता इति अपक्षे अस्तु उषा भगिनी अन्तिमम् आशीर् पायोगः आशीर्लिङ् पायो पायोगः आशीर्लिङ् पायोगः सियुट् भवति सियुट् इत्यनेन ओके ओके देन् सियसिच् सियुट् इत्यनेन इडागमः भवति देन् आतो युक् चिन् कृतोः इत्यनेन युक् भवति यकारः भवति पा इ इति भवति पायि अण्ड् देन् सियुट् शीष्ट भवति. उकारः टकारः इडागमः वा टकारः हलन्त्यं इति युट् उकारः इति उच्चारणार्थं वा भगिनि? सो देन् पायि पायि ओके शीष्ट सकारः आदेशप्रत्ययो प्रत्यया इत्यनेन शकारत्वं शी इति शी भवति. ओके शीष्ट आशीर्लिङ्ग ट ट दट् प्रत्यय ऐ फगाट् दट् आशीर्लिङ्ग आशीर्लिङ्ग इस् स्यात् स्याताम् अर् शिष्ट इति भवति भगिनि. देन् स्यत् स्यातां स्यन् स्यात् स्यातां बट् दिस् इस् आशीर्लिङ्ग् सो ऐ थाट् इट् इस् आशीर्लिङ्ग् प्रत्ययः सो दिस् इस् ओ आशीर्लिङ्ग् इस् यात् याताम् ओ शीष्ट भगिनि शीष्ट इस् द आशीर्लिङ्ग आत्मनेपद आं भगिनि शीष्ट सी आस्तां सीरन् शीष्टाः सी आस्तां सीध्वं सिद्धप्रत्ययाः आत्मनेपदे आत्मनेपदे सिद्धतिङ् सिद्धप्रत्ययाः आशीर्लिङ्ग शीष्ट शीष्ट भगिनि सो पायि शीष्ट पायि शीष्ट पायि शी पायिषि यास्तां पायिषीरन् सो अपक्षे पाशीष्ट तत्र युक् नास्ति इकारः इकारः नास्ति सो पाशीष्ट पाशीष्ट पाशीष्ट पायिषीष्ट इति रूपद्वयं पायिषीष्ट यत्र युक् इडागमः अस्ति. We don't, I don't see this form very sorry. No, no, no. I don't know prayogan vayam na prayogam kutavatah tavadev satr prayoge prayah bhavati astu tatra kim satya ucharanam ucharanam vaishishta aashirvadarthe tatra prayogah prayah bhavati तत्र लुङ् लकारस्य प्रक्रिया अग्रे आगच्छति इति एव उक्तं तत्र प्रायः किञ्चित् कार्यमस्ति अतः अहं शीघ्रं समापयामि. इकारान्त ईकारान्तदातवः वयम् अग्रिमसप्ताहे पश्यामः. अस्तु तद् ऋकारान्त तादृशमेव सर्वत्र पक्षद्वयं पक्षे अपक्षे सर्वत्र इडागमचिन्तनं भवति. युक् भवति अथवा न भवति अपि. युक् न भवति चेत् अचोनिति अन्यकार्याणि अपि स्यात् तत् पश्यामः अग्रिमसप्ताहे. सरलपाठः एव. अस्तु धन्यवादः. धन्यवादः.